नमस्कारः सर्वेषां. तर्हि यण्लुगन्तदातवः इति करपत्रम् अनुवर्तमानमस्ति. तत्र वयं महोदय गते मङ्गलवासरस्य वर्गे पुनः गतसप्ताहस्य विषयं पुनः पुनस्मरणत्वेन कृतवान् इति मन्ये. तर्हि वयं किं कुर्मः, आरम्भतः एकवारं पठेमः वा, पश्यामः वा यण्लुगन्तविषये. अत्र यङ्लुगन्तधातूनां धातूनां संज्ञा धातुसंज्ञा केन सूत्रेण भवति, पुष्पभगिनी स्मारयति वा? भगिनि यङ्गोचि यङ्लुगन्तदातवः इति वयं वदेम खलु, दातवः इति वयं वदेम. यङ्लुगन्तानां संज्ञा तु दातवः इति अस्ति. संज्ञा केन सूत्रेण प्राप्ता इति? अत्र यङ्लुक् यङ्गोचि तद् अपरे कार्यं करोति दातवः इति सूत्रेण संज्ञा दातवः सनाद्यन्ता दातवः सनाद्यन्ता दातवः अस्तु अस्तु सनाद्यन्ता दातवः. सरला भगिनि क्षम्यतां विलम्ब हां भवत्याः प्रतीक्षाः कुर्वन्तः. समय प्रति ध्यानं नास्ति, इदानीं प्रचलन्ति अस्ति वर्गम्. भगिनि अपि पुनः तदेव विषयं पाठितवान् इति कृत्वा वयं पुनस्मरणं अद्य अहं न श्रोतुं शक्नोमि. The person you are speaking with has put your call on hold. Please stay on the line. यङ्ग्लुक् रामप्रिया भगिनी वदति किं यङ् यङ् इति प्रत्ययः कुत्र कुत्र भवति इति, किमर्थं यङ् प्रत्ययः विधीयते इति सामान्य. अस्तु, पुनः इति यदा वदामः तत्र यङ् लुक् इति यङ् प्रत्ययस्य विधानं, यङ् लुक् न, यङ् प्रत्ययस्य विधानं तत्र भवति. अतिशयार्थे इति किल, अधिकम् इति द्योतनार्थं तत्रापि यङ् प्रत्ययः विधीयते. तस्य संज्ञा अस्ति क्रियासमभिहारः इति वदामः, क्रियासमभिहारे यङ् इति यङ् धातोरेकाचे हलादे क्रियासमभिहारे यङ् इति सूत्रेण वारं वारम् अतिशयार्थे हलादि एकाच् धातुभ्यः यङ् इति प्रत्ययः विधीयते. तर्हि क्रियासमभिहारः इत्यस्य कृते अपि पुनः अत्र कौनपुण्यं दृशार्थाश्च क्रियासमभिहारः इति अस्ति, तदपि तु परिभाषासूत्र न, तत् केवलं आं तत्र अस्ति व्याकरणे दत्तमस्ति क्रियासमभिहारः इति. न पौनःपुण्यं पुण्यं तत्र तु न भगिनि, तत्र किमपि वार्तिकं वा किमपि नास्ति इति मन्ये, केवलं व्याकरणं. परन्तु व्याकरणस्य अर्थः अस्ति, व्याकरणे क्रियासमभिहारः इत्युक्ते किम् इति. अस्तु अस्तु, तर्हि तदेव. तर्हि सामान्यतया तु एकाच् हलादिधातोः एव धातूनामेव यङ् प्रत्ययः विधीयते धातोः. तर्हि अत्र यत्र हलादिः नास्ति, अनन्तरम् अजादिः अस्ति, अनन्तरम् एकाच् नास्ति, तथापि केचन विशिष्टधातवः सन्ति खलु यत्र यङ् प्रत्ययः क्रियासमभिहारार्थे भवति, केन सूत्रेण वा वातिकं वा किम् अस्ति इति वदति किं. अद्य अपवादत्रय अस्ति, यदि धातु एकाच् नास्ति, सूचि सूत्री मूत्री चूषेत्रीणां यं वक्त्यमिति वार्तिकेन अनेकाच् धातवः अपि गृह्यन्ते, सूचि सूत्री मूत्री इति. अद्य अस्ति हलादि इति धातोः एकाचो हलादि क्रियासंहार इति वक्तव्यम् इति अस्ति, किन्तु अतिवार्तिकेन अपि अजादि धातव अट् रि अश् ओणु इति चत्वारः धातवः अपि तेषां कृते यङ् वा यङन्त संज्ञा भवति. अन्य अस्ति क्रियासंहारे तस्य अपवादत्वेन न, किन्तु तस्य अपवादत्वेन नित्यं कौटिल्यो गतौ न क्रियासमभिहारे एकं सूत्रम् अनन्तरम् एकं वार्तिकम् अस्ति तावदेव. अनन्तरं सत्यं सामान्यसूत्रस्य सूत्रस्य अपवादः एव अस्ति नित्यं कौटिल्ये गतौ, किन्तु क्रियासमभिहारार्थे इति पश्यामः चेत् केवलम् एकं सूत्रमस्ति अनन्तरम् एकं वार्तिकं तावदेव. अहं वदन्ती अस्मि क्रियासंहारे तस्य अर्थं विना अपि अन्य अर्थान् स्वीकृत्य द्वे सूत्रे आगत्य वदेत् इति मणिमहोदय क्षम्यताम्. अत्र सामान्यतः यङ् प्रत्ययः विधीयते खलु, किन्तु विशिष्टरूपेण सूत्रद्वयं वर्तते यत्र यङ् प्रत्ययः विधीयते. हा महोदय, नित्यं कौटिल्ये ददौ इति सूत्रेण कुटिलार्थवर्णार्थे एव यन्त्रस्य भवति, अत्र क्रियासमयव्यवहारे न कार्यं करोति इति. अनन्तरं लुपश्चर सप जप जग जपदः दश गृहोभ्योः भावगर्गायां यदि सूत्रेण द्वे आल्सो समीचीन एव स कार्यं सम्पन्नः अस्ति चेत् अत्र भावगर्हः इति अर्थः. अत्र नित्यं कौटिल्ये गतौ इत्यनेन गतौ इत्यस्य तु गतौ इत्यनेन सर्वेषां गतिकानां ग्रहणं भवति इति महोदय कृतमस्ति. अकर्मकः वा भवतु सकर्मकः वा भवतु सर्वेषामपि गतिकानां अत्र ग्रहणम् अस्ति. अनन्तरं लुप द सद चर इत्यस्मिन् तु चर इति गत्यर्थकधातुः अस्ति, तथापि तस्य भावगर्भार्थे एव अत्र यङ् वा यङ् वा भवति अनेन सूत्रेण. लुप सद चर यद्यपि गत्यर्थकः अस्ति तथापि नित्यं कौटिल्ये गतौ इति तस्य ग्रहणं न भवति, प्रतिपदोक्तत्वात् लुप सद चर इति सूत्रे तस्य ग्रहणं भवति भावगर्भार्थे. तर्हि कुत्रचित् यङ् लुक् यङ् इत्यस्य तर्हि एभ्यः धातुभ्यः कुत्र केभ्यः धातुभ्यः यङ् प्रत्ययः विधीयते इति वयं दृष्टवन्तः. अनन्तरं यङ् विधानस्य कुत्रचित् यदा यङ् विधानं भवति कुत्रचित् यङ् इत्यस्य लोपः अपि भवति खलु, लुक् अपि भवति इति वयं दृष्टवन्तः. वदतु पुष्प भगिनि केन समाध्यन्तदातवः भवती नास्ति अस्तु. अत्र समाध्यन्तदातवः अस्तु येषाम् अन्ते भवन्ति यङ्गोचि च इत्यनेन यङ् यङ्गः लुक् भवति अच् प्रत्यये परे अनुवृत्तिसहितसूत्रं यङ्गः लुक् अचि च बहुलम्. बहुलम् इति शब्देन यङ्गः लुक् वैकल्पिकम् इति वदति. अचि परे अपि वैकल्पिकम् अन्यत्रापि वैकल्पिकं किमर्थम् उक्तम् अस्ति इत्यस्य आशयः वयम् अग्रे दृष्टवन्तः खलु. अनेन तत्र क्रमस्य भेदः भवति, अन्यप्रत्ययः आगच्छति चेत् कदा यङ् इत्यस्य लुक् भवति, अचि प्रत्यये परे कदा लुक् भवति इति किञ्चित् भेदः भवति इति कृत्वा रूपभेदः भवति, बहिरङ्गं भवति. यत्र अचि इति उक्तम् अस्ति तत्तु बहिरङ्गं भवति, यत्र अन्ये प्रत्ययेषु परेषु तु तत्र अन्तरङ्गं भवति इति कार्यम् अन्तरङ्गं भवति इति कृत्वा प्रथममेव यङ्ग् लुक् कार्यं भवति, प्रथमसोपाने एव लुक् भवति, तदनन्तरं द्वित्वकार्यं सर्वं भवति. किन्तु अचि प्रत्यये परे निमित्तम् उक्तम् अस्ति इति कृत्वा अन्तरङ्गं नास्ति बहिरङ्गं भवति, तर्हि प्रथमं द्वित्वकार्यं सर्वं भूत्वा तदनन्तरम् अन्तिमसोपाने यङः लुक् भवति इति भेदः वयं दृष्टवन्तः. द्वित्वम् आगच्छति परे यङ् लुक् आगच्छति. यङ् लुक् इति यत्र यत्र यङ् भवति तत्र तत्र द्वित्वकार्यं भवति यङ् प्रत्यये परे. किन्तु यङ् लुक् कुत्रचित् विकल्पेन यङ् लुक् यङ् इत्यस्य लुक् भवति खलु, वैकल्पिकं रूपम् अस्ति, पक्षद्वयं भवति. यत्र यत्र यङ् विधीयते तत्र तत्र पक्षद्वयं भवति, एकत्र तु यङ् विधानं भवति, अन्यत्र यङ् लुक् अपि भवति, वैकल्पिकं रूपं भवति सर्वत्र. किन्तु यत्र यङ् अन्ये अचि प्रत्यये परे अचि इति सूत्रे एव उल्लिखितम् उक्तमस्ति इति कृत्वा अचि प्रत्यये परे यङ् लुक् इति कार्यम् अस्ति खलु, यङ्गः लोपः यत् कार्यमस्ति लुक् कार्यं, तत्तु बहिरङ्गकार्यं भवति इति कृत्वा अन्तिमसोपाने एव लुक् भवति. किन्तु अन्ये प्रत्यये परे अन्येषु प्रत्ययेषु परेषु निमित्तं न उक्तमस्ति खलु इति कृत्वा सर्वत्र तु लुक् भवति, एकस्मिन् पक्षे तु लुक् भवति, किन्तु निमित्तं न उक्तमस्ति कृत्वा अन्तरङ्गम् इति भूत्वा प्रथमसोपाने एव यङ् लुक् भवति, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा तत्र द्वित्वकार्यं सर्वं भवति एव. समानसो कार्यं तु समानकार्यं, किन्तु कदा लोपः भवति इति प्रश्नः, तत्र भेदः वर्तते. तदनुसृत्येव रूपभेदः अपि भवति, यथा वयं पूर्वं दृष्टा अत्र गते सप्ताहे वयं दृष्टवन्तः. अच् प्रत्यये परे लो लुव इति अस्ति, किन्तु यत्र अनियर् प्रत्यये परे लो लवनीयम् इति अस्ति, लो लुवनीयम् इति अस्ति, उकारः नास्ति, अत्र तु लो लवनीयम् इति भवति इति रूपभेदः अस्ति इति वयं दृष्टवन्तः. सामान्यतया अस्माकं प्रश्नः तु भवति एव, यत्र लुक् भवति न लुमताङ्गस्य इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य प्रत्ययलक्षणं तु न तिष्ठति, किन्तु अत्र तु भवति एव, यद्यपि लुक् इति दत्तमस्ति, लुक् भवति प्रत्ययस्य, तथापि प्रत्ययलक्षणं तिष्ठति, किमर्थमिति अग्रे महोदय दत्तमस्ति. भगिनी सरलभगिनी कियत्पर्यन्तं महोदय पाठितवान् मङ्गलवासर? षूडनासिके तद् तद् ज्वरत्वर अपि कृतं न भगिनि, ज्वरत्वर न न सूत्रं न न उक्त पठामः. यत्र अस्ति केभ्य धातुभ्य यङ् लुक् न भवन्ति तत्र वकारान्त इति कृतवन्तः, वकारान्त कृतवन्तः, धन्यवादः. भगिनी पठति किम् अत्र अन्यत् उदाहरणं? वयं गते सप्ताहे लो लुव अनन्तरं लो लवनीयम् अचि प्रत्यये परे अनन्तरं अनियत् प्रत्यये परे भेदः कः इति वयं दृष्टवन्तः. अनियत् प्रत्यये परे तु यङोचिच इत्यस्य यङः लुक् तु अत्र तु अन्तरङ्गं भवति इति कृत्वा प्रथमं भवति, अनन्तरं रूपं तु साधयन्. किन्तु अचि प्रत्यये परे यङः लुक् कार्यं तु बहिरङ्गं भवति इति कृत्वा द्वितकार्यं सर्वं समाप्य अन्ते एव तस्य लुक् भवति, तदा तु लो लुव इति वयं रूपं प्राप्तवन्तः. अधुना अन्यत् उदाहरणम् अस्ति इति स्वीकुर्मः इति महोदय लिखितं, ततः अन्यत् उदाहरणम् अन्यत् उदाहरणं स्वीकुर्मः. लिक् यङ् लुकि लेलिक् इति धातुः, लेलिक् योगः नुवुल् लेलेकः. अत्र पुगन्तलघुपदस्य च इत्यनेन नुवुल् प्रत्यये परे लघुपदा इत्यस्य गुणादेशः भवति, तदर्थं लेलेकः अस्ति न तु लेलिक लेलिकः लेलेखकः. अस्तु, एवमेव लेलेखनीयं, लेलेखितुं, लेलेखितव्यं, लेलेखिता, लेलेखिष्यति एते सर्वे प्रत्ययाः यङोचि इति सूत्रे ऐन् अनैमित्तिकाः इति कारणतः अत्र न धातुलोपे लोप अर्धधातुके इत्यस्य किमपि कार्यं नास्ति, प्रसक्तिरेव नास्ति। अस्तु, इदानीं द्वितीय उदाहरणमस्ति लिक् इति धातुः, यङ्लुकि तस्य रूपं भवति ले लिक् इति, इदानीं यङ्लुगन्तधातुः ले लिक् योगः नुवुल् इति प्रत्ययः योजयामः चेत् तत्र उपधायां लघु इक् वर्णः इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रस्य कार्यम्, अतः ले लेखः इति ले लेखकः नुवुल् अक् इति भवति, गुणादेशः भवति। एवमेव तादृशमेव रूपम् अत्रापि अनीयर् ले लेखनीयं, ले ले तुमुन् ले लेखितुं, तव्यत् ले लेखितव्यं, ले लेखिता तृच् प्रत्ययः, ले लेखिष्यति अस्माकं लृट् प्रत्ययः, सर्वत्र लृट् लकारः, सर्वत्र तादृशं रूपं गुणः भूत्वा एव रूपम् आगच्छति। यङ्लुगन्तधातुः अस्ति चेदपि, भगिनि श्रूयते वा? भगिनि हलो, हरि ओम्, श्रूयते श्रूयते भगिनि, वयं वयं शृण्मः श्रूयते वा? श्रूयते, पुनः वदामि वा भगिनि? अस्तु, लेलिक् लिक् इति धातुः, लेलिक् इति यङ्लुगन्तरु धातुः, इदानीं तत्र नुवुल् इति प्रत्ययः योजयामः चेत् गुणः भवति, उपधायां लघु इक् वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यनेन गुणः भवति, लेलिक ले लेखकः इति नुवुलन्तरूपम्। इदानीं तत्र यद्यपि तद् यङ् लुगन्तधातुः अस्ति, तथापि तत्र उपधायां लघु इक् वर्णः अस्ति इति कृत्वा गुणः तु अवश्यं भवति। तादृशमेव तत्र अनियर् ले लेखनीयं, तुमुन् ले लेखितुं, तव्यत् ले लेखितव्यं, तृच् ले लेखिता, अस्माकं डृट् लकारः ले लेखिष्यति इति रूपं, सर्वत्र गुणः भवति एव इति वदन्ति। तत्र एते सर्वे प्रत्ययाः यङोचि इति सूत्रे अनैमित्तिकाः, अनैमित्तिकप्रत्ययाः, अच् प्रत्ययः नास्ति, अनैमित्तिकाः, अतः तत्र न धातुलोप अर्धधातुके इत्यस्य किमपि कार्यं न भवति, इत्युक्ते तत्र गुणबाधितं न भवति इति कृत्वा गुणः भवति एव। न धातुलोप अर्धधातुके इत्यस्य प्रसक्तिः अत्र नास्ति इत्येव स्मारयति वा भगिनि, न धातुलोप अर्धधातुके? अस्तु, तत्र किमपि अंशः इति आगच्छति किल, येन यङ् अस्तु, तत्र किमपि धातु अंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धि न स्तः, तत्र इको इक् वर्णस्य गुणवृद्धि बाधितः भवति अनेन सूत्रेण। कुत्र इत्युक्ते आर्धधातुके परे यत्र यद् आर्धधातुकप्रत्ययः धातु अंशस्य लोपस्य कारणं भवति, येन येन इति वक्तव्यं किल, येन धातु अंशस्य लोपः भवति, लोपस्य कारणं भवति। तर्हि अत्र तु एवमेव अनैमित्तिकम् अस्ति इति कृत्वा तेन कारणेन लोपः जातः इति न वक्तुं न शक्यते खलु, निमित्तमेव न। तर्हि अनेन कारणेन अत्र तु यत्र अनुल् प्रत्ययस्य कारणेन यङ् इत्यस्य लुक् भवति इति नास्ति, किमर्थम् इत्युक्ते यङोचि इत्यस्य अनैमित्तिकम् अस्ति अन्ये प्रत्यये परे, किन्तु यदि अच् प्रत्ययः आसीत् चेत् अच् प्रत्ययस्य कारणेन एव लोपं कारयति यङ् प्रत्ययस्य इति कृत्वा न दोतु लोप अर्धातके भवति, तत्र सर्वत्र गुणवृद्धिकार्यं न भवति, किन्तु यत्र अन्ये प्रत्यये परे तु सर्वत्र तु गुणवृद्धिकार्यं भवति इति सारांशः। अग्रे धन्यवादः। मणि महोदय म्यूटेड् अस्ति अस्ति वा हा अस्ति मणिमहोदय अस्ति दूरवाणी आगतवान् दूरवाणी प्राब्लम् द पर्सन् यु आर् स्पीकिङ्ग् वित् अगेन् सरला भगिनी सरला भगिनी किन्तु लिख् लियङि लेलिख्य इति धातु लेलिख्य योगर्णूल् यस्य हल इत्यनेन हल् उत्तरस्य य शब्दस्य लोपो भवति आर्धघातुकप्रत्यये परे लेलिक् योगनोल् पुगन्तलघुपद्यस्य च इत्यनेन नोल् प्रत्यये परे लघु उपदा इत्यस्य गुणादेशो न भवति यतो हि न धातुलोप आर्धधातुके इत्यनेन पुगन्तलघुपद्यस्य पदस्य इत्यनेन प्राप्तगुणं बाधितं भवति लेलिख एवमेव लेलिखनीय लेलिखितुं लेलिखितव्यं ये लिखता लेलिखिष्यति इति भवति इदानीं यत्र वयं दृष्टवन्तः यङ् लुक् यङोचि च तस्य कार्यं बहुलमस्ति बहुलेन विकल्पेन भवति उपरि यत्र रामप्रिया भगिनी उक्तवती तत्र यकारस्य लोपो भवति अन्यपक्ष यत्र यकारलोपः न भवति ले लिख्य इति तिष्ठति तत्र का गति प्रत्याकृतमस्ति ले लिख्य योग लोल् प्रत्यय यस्य यकारस्य लोपो भवति यकारस्य लोपः कथं भवति यस्य हल इति सूत्रेण हल् उत्तर य अस्ति तस्य लोप आर्धधातुकप्रत्ययपरि भवति तुरवल् इति आर्धधातुकप्रत्यय खकार इति हल् प्रत्यय हल् वर्ण अस्ति तस्य उत्तरं य अस्ति तस्य लोपः भवति लेलिक् योगानुन् प्रति उपगन्तलघुपदस्य लघुपदस्य च इत्यनेन रोल् प्रत्यये परे लघुपदस्य इत्यस्य गुणादेशो न भवति इदानीं रोल् प्रत्यय इति निमित्तकम् अस्ति यकारस्य यकारस यत् धातु अङ्गस्य अवयव य अस्ति तस्य लोपकारणे धातु अंश भगिनि धातुवांश लेलिक् इति अङ्गम् अस्ति नो लेलिख्य इति धातु तस्य अवयवस्य लोपकारणस्य कारणं निमित्तं भवति नोल् प्रत्ययः अतः धातुलोप आर्धधातुके इति सूत्रस्य प्रसक्तिः आगच्छति तत् धातु गुणकार्यं निषेधं करोति तस्य पुगन्तलघुपतस्य इत्यस्य कारणं कार्यं न भवति लेलिक् एव इति तिष्ठति रोल् प्रत्ययस्य यरो नौ नाको इति अनेन सूत्रेण अक् इति तिष्ठति लेलिख लेलिख इति भवति तथा तथैव लेलिखनीय लेलिखितुं लेलिखितव्यं लेलिखिता लेलिक्षति इति भवति अत्र लेलिखितुं लेलिखितव्यमस्ति तत्र चिन्तनमस्ति भगिनी मम प्रश्नः अनियर् प्रत्यये परे किमर्थं यकारस्य लोपः जातः अनियर् प्रत्ययः अस्ति आर्धधातुकप्रत्ययः अस्ति न किन्तु हल हल आमामामाम् अस्तु अस्तु यस्य हलधातुके तादृशं भवति खलु संयुक्त अक्षरं अर्धधातुके तस्य कार्यम् अस्ति यस्य हलः इत्यस्य प्रवृत्तिनिमित्तम् अस्ति संयुक्ताक्षरम् इक्किय इति संयुक्ताक्षरं प्रवृत्तिनिमित्तम् अस्ति खलु नो चेत् यदि ले लिख् इति यदि अजन्तधातुः आसीत् चेत् तादृशं न भवति तर्हि तत्र तु इकारस्य लोपः न भवति यत्र संयुक्ताक्षरम् अस्ति हलन्तधातूनां संयुक्ताक्षरं भवति इति कृत्वा तस्य तु गुणकार्यं तर्हि आहत्य वदामि वा एकनिमिषम् अहं वदामि यत्र यङ् लुक् इति पश्यामः चेत् आचि प्रत्यये परे गुणकार्यं बाधितम् किन्तु अन्येषु प्रत्ययेषु परे गुणकार्यं भवति इति यङ् लुक् विधा यङ् लुक् यङ् लुकि यङ् अत्र भवति यङ् प्रत्यये परे तु यत्र संयुक्ताक्षरम् अस्ति अन्तिम यत्र इत्य इति अस्मिन् संयुक्ताक्षरम् अस्ति इत्युक्ते हलन्तधातूनां हलन्तधातूनां गुणकार्यं बाधितं भवति. किमर्थमित्युक्ते यस्य हलः इत्यनेन भागस्य धातुंशस्य लोपः भवति इति कृत्वा यत्र हलन्तधातूनां यङ् प्रत्यये परे तत्र गुणकार्यं बाधितं भवति, किन्तु अजन्तधातूनां तादृशं न भवति. यदि अजन्तधातुः अस्ति चेत् तत्र संयुक्ताक्षरं नास्ति. भगिनी मध्ये मध्ये ब्रेकप् मम दूरवाणी एकनिमिषम् अहं दूरवाणी आगच्छामि. एकनिमिषम् समानकर्तृकात् इच्छायां वा धातोः कर्मणः. नमस्कारः नमस्कारः क्षम्यतां किमपि जातम्. अस्तु तर्हि आहत्य किं वदामि इत्युक्ते यङ् लुक् अस्ति तत्र तु भेद विभागद्वयं वर्तते. यङ् लुकि इत्युक्ते यङ् इत्यस्य लोपः यत्र भवति लुक् यत्र भवति तत्र विभागद्वयं वर्तते. अचि प्रत्यये परे तु गुणकार्यं निषिद्धं भवति. प्रत्ययम् अनुसृत्य तत्र गुणकार्यं भवति वा न भवति वा इति द्रष्टव्यं. तत्र तु अचि प्रत्यये परे गुणकार्यं निषिद्धं भवति, अन्येषु प्रत्ययेषु परेषु गुणकार्यं सम्भवति. तथा एव यङि परे विभागद्वयं वर्तते. हलन्तधातूनां तत्र अन्ते गत्वा यङन्तधातुः तु संयुक्ताक्षरं भवति अन्ते इति कृत्वा यस्य हलः इत्यस्य प्रवृत्तिः भवति इति कृत्वा हलन्तधातूनां यत्र अन्ते तु संयुक्ताक्षरम् आदौ अन्ते यङ्गन्तधातूनां भवति तेषां तु गुणकार्यं निषिद्धं भवति. तदनन्तरं यत्र अजन्तधातूनां सामान्यतया यत्र संयुक्ताक्षरं नास्ति अन्ते तेषां तु गुणकार्यं सम्भवति इति. Bhagini, I think you have a loose connection somewhere. Adunapi nashruyate. Some automated message started coming saying you placed us on hold or something like that came up. So I had to mute you. No, see, I can hear him. संयुक्ताक्षरमस्ति अत्र यकारः लोपस्य अनन्तरम् अक्कः अस्ति चेत् न गुणः भवति न धातुलोप आर्धधातुके कार्यं करोति. यत्किमपि आर्धधातुकप्रक्रिया भवतु तत्र सर्वत्र अत्र यस्य हलः इत्यस्मिन् तु परे आर्धधातुकप्रत्ययः अस्ति. अनन्तरं पूर्व तु यकारात् पूर्वं हल् वर्णः अस्ति खलु तत्र संयुक्ताक्षरम् इति तदर्थमेव उक्तवती. अनन्तरं परे तु यत्किमपि आर्धधातुकप्रत्ययः भवतु तत्र सर्वत्र तु यकारस्य लोपः भवति. तत्र सर्वत्र यस्य हलः सकारस्य लोपः भवति. तदनन्तरं यत्र यकारस्य लोपः भवति यकारस्य लोपस्य निमित्तम् अस्ति आर्धधातुकप्रत्ययः अस्ति खलु इति कृत्वा न आर्धधातुके धातुलोप आर्धधातुके इति सूत्रेण गुणकार्यं निषिद्धं भवति गुणवावृद्धिकार्यं वा निषिद्धं भवति. तर्हि यत्र यत्र तत्र संयुक्ताक्षरम् अस्ति आर्धातुके परे तस्य तु लोपः भवति खलु यकारस्य लोपः इति कृत्वा तादृशं मया उक्तम्. अधुना यदि वयं हलन्तधातुः नास्ति वयम् अजन्तदातुम् इति स्वीकुर्मः चेत् अहं तु संयुक्तरूपं न जानामि. यदि वयम् अन्यत् किमपि स्वीकुर्मः चेत् अजन्तदातुं किं वदति किं यदि अजन्तदातुः अस्ति चेत् तस्य अक्षरं नास्ति खलु यस्य हलः इत्यस्य प्रसक्तिः न भवति तर्हि गुणनिषेधः अपि न भवति. धन्यवादः महोदय. भवतः एव क्रमः अस्ति खलु अधुना? कुत्र पठन् तर्हि अत्र महोदय? आं महोदय. तर्हि आहत्य यङ् वाचि इति सूत्रेण बहुलम् इति अनुवृत्य यङ् लुक् वैकल्पिकं द्वादशानां क्षणादीनां धातुप्रत्ययाणां वैकल्पिकत्वं धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रात् वा इति अनुवृत्य सर्वत्र सिद्धेति. किन्तु यङ् लुक् विधीयते लुक् प्रकरणे न तु धातुप्रत्ययप्रकरणे इति कारणतः बहुलं चन्दति इत्यस्मात् बहुलम् इति समूह्ये आसीत् यदि अचि इति द्वेषस्य फलं न धातुलोप आगतास्ति इति सूत्रे च शब्देन अचि प्रत्ययं विनापि यङ् लुक् भवति इत्युक्ते यङ् लुक् नैमैतिकम्. अत्र यङ्चि सूत्रे पठितवन्तः पूर्वं बहुलम् अस्ति चेत् अपि अत्र यङः वैकल्पिकं भवति, परन्तु अचि अस्ति चेत् नित्यं भवति इति. अनन्तरं चनाद्यन्तधातुप्रत्ययानां क्षम्यतां क्षम्यतां किमर्थं चेत् धातोः कर्मणः समानकर्तृकाते इच्छायां वा इति सूत्रेण विकल्पेन भवति इति. बहुलं सन्धति इति अस्मात् बहुलम् इति अनुवृत्तिः भवति, परन्तु यं लुकः विकल्पेन भवति. अचि प्रति अस्ति चेत् न धातुलोपो आगतस्य कार्यं करोति, अत्र यं लुक् नित्यं भवति. च शब्देनापि अचि नास्ति चेत् अपि यं लुक् भवति इति अत्र दत्तं महोदय. अत्र नैमित्तिकम् अत्र किम् महोदय? अत्र तु नैमित्तिकम् इत्युक्ते न निमित्तम् निमित्तं नैमित्तिकम् इत्युक्ते निमित्तम् अस्ति इति. निमित्तस्य भावनैमित्तिकम् अनैमित्तिकं तस्य नैन् समासः अस्ति खलु, तत् निवारयति, अपोसिट् अर्थं ददाति खलु, विपरीतार्थं दास्यति. नैन् समासः अस्ति इत्युक्ते निमित्तं नास्ति इति. नैमित्तिकं नास्ति इति अनैमित्तिकं किम् अस्ति तत्र तु धर्मः अधर्मः इति वदामः खलु, तथा नैमित्तिकम् अनैमित्तिकम् तावत्. धन्यवादः. तर्हि एङोचित इति बहुलम् इति दत्तमस्ति इति स्मरन्तु. महोदयेन अत्र किम् उक्तमस्ति इत्युक्ते बहुलम् इत्यस्य तु वैकल्पिकम् इति अर्थः अस्ति इति. किमपि उक्तवान् वा महोदय? स्मरामि अत्र वैकल्पिकं यङ् लुक् भवति भवति वैकल्पिकेन भवति इति बहुलं चन्दसि विकल्पेन एकस्मिन् पक्षे यङ् भवति अन्यस्मिन् पक्षे यङ् लुक् भवति. तर्हि यङ् विधानं अनन्तरं तस्य लुक् अपि वैकल्पिकं, यङ् विधानं भवति अनन्तरं तस्य लुक् वैकल्पिकम् इति कृत्वा रूपद्वयं भवति. एकम् एकत्र तु यङ् रूपं भवति, अन्यत्र तु यङन्तरूपं भवति, अन्यत्र यङ् लुगन्तरूपम् अपि भवति धातूनां. अत्र किम् अस्ति इत्युक्ते द्वादशसनादिनां धातूनामपि विकल्पेन एव विधानं भवति. इत्युक्ते अहं सनन्तं कृत्वा अहं यु बुभुक्षा चिकीर्षा इति सर्वं वक्तुं शक्नोमि, नो चेत् भोक्तुम् इच्छा इत्यपि वक्तुं शक्नोमि. तर्हि विकल्पेन एव प्रयोगः भवति. केवलं बुभुक्षा इति वक्तव्यम् इति प्रत्ययं सनन्तमेव वक्तव्यम् इति नास्ति. मया तु केवलं मम भोक्तुम् इच्छा अस्ति इति वदामि अपि इति वदने सति अपि समान अर्थः अस्ति खलु. तर्हि तस्य सनादि द्वादशधातूनामपि विधानं वैकल्पिकम् अस्ति अनेन सूत्रेण. धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रेण विकल्पेन एव भवति. तर्हि तत्र तु वा इति अनुवृत्तिः अस्ति, किन्तु यङोचित इति द्वितीय अध्यायस्य चतुर्थे पादे आयाति खलु, तत्र तु लुक् प्रकरणे अस्ति. अत्र तु धातोः कर्मणसमानकर्तृकादिच्छायां वा इति तु तृतीयाध्यायस्य प्रथमपादे अस्ति. तर्हि अत्र तु वा इत्यनेन वैकल्पिकं यङोचित इत्यस्मिन् न भवति, तत्र तु बहुलं छन्दसि इति द्वितीय अध्यायस्य चतुर्थे पादे यत् सूत्रमस्ति बहुलं छन्दसि, तस्मात् अनुवृत्तिः अस्ति यङोचि च इति इत्यस्मिन् अपि बहुलम् इति भूत्वा तत्र समान विषयः तु समानः वैकल्पिकम् इति एव अस्ति अर्थः, किन्तु बहुलम् इति अनुवृत्तिः आगच्छति इति महोदयेन उक्तम्। अनन्तरं पूर्वम् अस्माभिः यथा अधीतमासीत् अचि इति दत्तमस्ति, किमर्थम् इत्युक्ते तस्य आशयः कः इत्युक्ते न धातुलोपः अर्धातुके इत्यस्मिन् आयाति, अनैमित्तिकं भूत्वा अत्र तु तत्र गुणवृद्धिकारं कार्यं छेदं भवति, निषिद्धं भवति। अनन्तरं च यङोचि च इत्यस्मिन् च इति शब्दः पुनः किमर्थं दत्तमिति वयम् अस्माभिः दृष्टम् आसीत् च इत्यनेन अन्येषां अन्येषु प्रत्ययेषु परे अपि लुक् भवति इति समाहारः भवति अत्र इति वक्तुमेव तत्र च इत्यस्य निवेशः इति आहत्य यङोचि च इत्यस्य अर्थः कः इति अस्माभिः पठितम्। एतावत्पर्यन्तं प्रश्नः अस्ति किल भगिनी, तत्र अचि इति यद् यङोचि इत्यत्र अचि इति अस्ति तद् एकाच् भवतु इति किमपि नास्ति किल? किमपि नास्ति भगिनि, अचिति साक्षात् एकः प्रत्ययः अस्ति, धातुः नास्ति। एकाच् इति सामान्यतया धातोः एव वयम् एकाच् धातुः इति वदामः, अचि इति अच् प्रत्ययः अस्ति। तदा अनियर् इति अच् अस्ति किल? अजन्त अत्र तु अजादि इति नास्ति खलु, अत्र तु अति इति नास्ति, तत्परतत्कालस्य इति न अति इति नास्ति खलु, अत्र तु अचि इति साक्षात् अच् प्रत्ययस्य एव तत्र अचि इति दत्तमस्ति। अच् इत्यस्य सप्तमी प्रत्याहारः नास्ति इति वा? नास्ति, केवलम् आम् प्रत्याहारः नास्ति, केवलं तत्र अच् इत्येव साक्षात् प्रत्ययः अस्ति। धन्यवादाः अग्रे पठ सरला भगिनी, अग्रे नूतनविषयः अस्ति, कृपया पठित्वा बोधयति किं भगिनि? सरला भगिनी श्रूयते किम्? सरला भगिनी न श्रोतुं क्षम्यताम्। अस्तु, अग्रे प्रश्नः उदेति यत् बहुलं छन्दसि इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः भवेत्, अनेन यङ् लुक् केवलं वेदे न तु लोके, तर्हि लोके कथं विधीयते इत्यपि द्रष्टव्यम्। वेदे भू धातोः यङ् लुगन्तधातोः लोट् लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपम् अस्ति बोल् भू, इदं रूपं च साक्षात् निपातनेन उच्यते। अस्मिन् सूत्रे दाधर्ति दधर्ति दधर्षि वो भू चेतिक्ते लस्यापणिफणत् संसंस्कृत करिकृत् कनिकदत् भरिभ्रत् सविद्वतो सविद्युतत् सरिप्रतः सरीस्रपतं सरीस्रपतं वरिवृतं ममुच्या गणीगन्तीति च। वेदे बोभूत् इत्यस्य निपातनं भवति अष्टाध्याय्यां, यतो हि लोके तस्य रूपं वो भोतु इति भवति, लोके गुण कृत्वा वो भोतुः, वेदे गुण अभावे बोभूत्, किन्तु भुस्वोस्तिङि इत्यनेन एव गुणनिषेधं साधयितुं शक्यम् आसीत्, अथ निपातस्य का आवश्यकता, अनेन निपातनं व्यर्थम्। अस्य समाधानम् इदं यद् दाधर्ति इति सूत्रे बोभूत् इति व्यापकम् अस्ति, यत् लोके अपि यङ् लुगन्तरूपं भवति, यदा वेदे निपातनं कृत्वा सूचितं यद् गुणनिषेधो भवति तदा लोके तस्मात् भिन्नं भवेत् इत्युक्ते गुणः भवेत्, अतः लोके वो भवतु इति गुणसहितरूपं भवति, यद्यपि भू स्वो स्थिति इत्यनेन लोके अपि गुणनिषेधो भवति स्म, तर्हि लोके वो भवतु वेदे वो भूत् निपातनस्य बलेन भूस्वोस्तिङि इति सूत्रं यङ् लुकि लोके कार्यं न करोति किन्तु अन्यत्र लोके कार्यं करोति यथा लुङि अभूत्। लोके यत् भूधातोः तस्य यत् रूपम् अस्ति भो भोतु, यत् वेदे रूपम् अस्ति तत् अस्ति भो भू, तयोः भेदे भेदम् अस्ति तयोः रूपे। यत् रूपं भेदम् अस्ति तस्य कारणम् अस्ति एकं सूत्रमस्ति दादति दधीति दधीषि भो भूतु ते तिक्त लश्या अने फाणत् करिकृत् करिकृदत् भरिभ्रत् अविध्वतो दविद्युतत् तरित्रत् सरिसपतं वरिव्रजन् ममृज्या गणि गन्त इति सूत्रेण भूभूत् साक्षात् उक्तम् अस्ति। भूभूत् इति वेदे यत् अस्ति तत् निपातं भवति, भूभूत् इति वेदे निपातं भवति। प्रश्न उदेति भूभूत् इति यदि निपातं कत् तस्य कारणं किम् अस्ति? पाणिनि अष्टाध्यायां सूत्रम् अस्ति भूस्फुटिङि, अनेन अपि गुणनिषेध गुणेन गुणनिषेधः साधितुं शक्नोति भूधातोः यङ्लुकि इति गुणनिषेधः भवेत्, भूभूत् इति साधितुं शक्नुमः। अतः अस्य सूत्रस्य क्या आवश्यकता? महोदय वदति अस्य सूत्रस्य आवश्यकता अस्ति कारणकि यदि भूस्वोस्मि इति सूत्रं वेदे रूपम् अस्ति तस्य तस्य कृते यदि प्रक्रिया करोति निपातं यदि न भवेत् तत्र लोके यत् रूपम् अस्ति तत्र अपि गुणनिषेधः भवितुं शक्नोति, किन्तु लोके भूभूत् इति रूपं न प्रचलति। अतः तस्य भेद निवारणार्थं भूभूत् इति दादति इति सूत्रे दत्तम् अस्ति। अतः भस्वोस्मि इति सूत्रस्य कार्यं न करोति, किन्तु लोके यत् भूतातोः प्रक्रिया अनुसारं तत्र अभ्यासकारं द्वित्वमपि भवतः यकारः यङ्ग् भूत्वा भो भवतु इति भवति, तस्य गुणः आगच्छति तत्र वाददातकयोः अपि एचो वयावयनेन। साक्षात् भूत् इति तस्य निवेशनं भवति, तत् निपातम् इति भवति, पातनं निपातनं महोदय, यत्र पातितम् अस्ति इति पातितम् इति इट् हेस् बिन् प्रोवैडेड् दट् वे इति अर्थः अस्ति खलु, इट् हेस् बिन् पुट् डौन् दट् यु नो दीस् आर् सम् फार्म्स् इति वेदे। सो वेदा वाट् हेपन्स् इस् महोदय, सामान्यतया वेदेषु सर्वे विधयः विकल्प्यन्ते इति वार्तिकमपि अस्ति, अत्र बहुलं छन्दसि इत्यस्मात् एव आगच्छति, तदेव आशयः इत्युक्ते बहुलं छन्दसि इत्यस्मिन् छन्दसि तु वेदेषु छन्दसि तु सर्वे विधयः बहुलं भवति इत्युक्ते सर्वे अपि गुणकार्यं वा भवतु आदेशकार्यं वा भवतु सर्वे तु वैकल्पिकमेव भवति इति बहुलं छन्दसि वदति। तर्हि अत्र प्रश्नः अस्ति, तर्हि यङ्ग्लुक् विधानम् इत्यस्य अनुवृत्तिः अस्ति खलु, तर्हि अस्माकं बहुलं छन्दसि इत्यस्मात् एव यङ्गोचीस इत्यस्मिन् बहुलम् इति आगच्छति। तर्हि अस्माकं मनसि प्रश्नः उदेति, बहुलं छन्दसि इति वेदे अस्ति खलु, तर्हि यङ्गोचीस इति पुनः बहुलं तदेव बहुलम् इति अनुवृत्तिः आगच्छति। तर्हि अस्माकं मनसि एवं प्रश्नः भवितुमर्हति खलु, यङ्ग्लुक् वेदे तु केवलं वेदे विकल्पेन भवति, लोके तु विकल्पेन न भवति इति प्रायः तादृशसंशयः भवेत्, किन्तु तथा नास्ति इति अत्र उक्तमस्ति। उदाहरणार्थम् अत्र अत्र एकं सूत्रमस्ति दादर्ति दर्दर्ति इति सूत्रमस्ति खलु, तत्र तु भोभूतु इति केचनानां विशिष्टरूपाणां निपातनम् अस्ति. वेदे यत् एतानि रूपाणि वयं द्रष्टुं शक्नुमः इति सूत्रे वदति. यद्यपि साक्षात् वयं लौकिकव्याकरणमनुसृत्य वयं रूपं साधयामः चेत् अस्माकं रूपं भवति भोभूतु इति भवति, किन्तु वेदे वैकल्पिकरूपेण भोभूत् किमर्थं गुणकार्यं वैकल्पिकं कार्यमस्ति खलु, विधिकार्यम् अस्ति, तर्हि वेदे विधिकार्यं विकल्प्यन्ते इति कृत्वा भोभूतु इत्यपि साधुरूपमेव. वेदे तु सर्वे विधयः विकल्प्यन्ते, तर्हि इत्युक्ते विकल्पेन अन्यत् किमपि व्याकरणे वयं दृष्टवन्तः, तद्विहाय अन्यत् रूपमपि तद् निश्चिद्ध कर्तुं किमपि अन्यत् रूपं वयं रूपमपि अस्माभिः द्रष्टुं शक्यते इति कृत्वा भोभूतु इति गुणकार्यं तत्र न भवति खलु. भोभूतु इति भवति इति वयं लौकिकव्याकरणरीत्या पश्यामः चेत् भोभूतु इति भवति, किन्तु तद् निषिध्य तत्र भोभूतु इति अस्ति, ऊकारः अस्ति, ओकारः नास्ति, गुणकार्यं न भवति. तर्हि अस्माकं प्रश्नः अस्ति तत्र इति भवति, तर्हि लोके तु वयं भोभूतु इति भवति, वेदे गुणभावे भोभूतु इति अस्ति इति उक्तम्, किन्तु अन्यत् सूत्रमस्ति अपि अस्ति अस्माकं भूस्तुवो सिङि इति सूत्रमस्ति. एतत् सूत्रं किं भवदति इत्युक्ते, वेदे तु विकल्पेन उकारः भवतु गुणकार्यनिषेधः भवतु, किन्तु भूस्तुवो सिङि किं वदति, गुणनिषेधम् एव इत्यनेन. तर्हि अत्र किं प्रश्नः इत्युक्ते, भूस्तुवो सिङि इति अन्यत् सूत्रमपि अस्ति, अनेन किम् अस्ति, भूधातोः गुणकार्यं निषिद्धं भवति सार्वधातुके तिङ् प्रत्यये परे, पर्याप्तं खलु, अनेनैव साध्यते खलु. किमर्थम् अस्य सूत्रस्य पाणिनिना भोभूतु इति किमर्थं पाणिनिः दत्तवान्, भूस्तुवो सिङि इत्यनेन इति सूत्रेण एव वेदे अपि वा लोके अपि वा तत्र अभोभूतु इति रूपं साधयितुं शक्नुमः खलु. तर्हि किमर्थं पाणिनिः तत्र निपातनं कृतवान्, तत्तु व्यर्थं भवति खलु इति प्रश्नः. तस्य समाधानं तु अत्र महोदय दत्तवान्, भोभूतु इति ज्ञापकम् अस्ति यत् इत्युक्ते अस्ति यत् लोकेपि यङ्लुगन्तरूपं भवति, यदा वेदे निपातनं कृत्वा सूचितं यत् गुणनिषेधो भवति तदा लोके तस्मात् भिन्नम् इत्युक्ते गुणः भवेत्, अतः लोके भोभूतु इति गुणसहितरूपं भवति. यद्यपि भोतु भोस्तुवो सिङि इति लोके अपि गुणनिषेधः भवति स्म, तथापि भोभूतु इत्यपि साधुरूपम् इति वदति खलु, इति भूधातोः तादृशविशिष्टरूपमपि भवति. तर्हि लोके भोभूतु इति भवति, अनन्तरं वेदे तु भोभूतु इति रूपं निपातनस्य बलेन अत्र यङ्लुकि भूस्तुवो तिङि इत्यस्य कार्यं न भवति इति उक्तवान् महोदय. तर्हि भूधातोः यद्यपि सामान्यसूत्रमस्ति भूस्तुवो सिङि इति अस्ति, तथापि अत्र सूत्रे निपातनस्य बलेन वेदेषु वेदे तु भोभूतु इति रूपं, तर्हि लोके तु तस्य अपवादत्वेन भवितव्यं खलु, किमर्थं नो चेत् पाणिनिना न तस्य एव भूधातोः उल्लेखनमेव न कर्तव्यम् आसीत् खलु इति कृत्वा अस्य बलेन लोके तु भोभूतु इत्यपि रूपम् इति रूपं भवति, तत्र तु यङ्लुक् इति भूस्तुवो सिङि इत्यस्य कार्यं न भवति इति. भगिनी भोभूतु तस्य प्रक्रिया कथं भवति, वर्गे उक्तवन्तः सम्यक् वदति वा भगिनि? अहं किञ्चित् स्मरामि, भू भू इति एक राको एका छल अनेन भू भू भवति क्षम्यतां यङ्ग् संयङ्गेन भू भू द्युतं भवति. तदनन्तरम् अभ्यासस्य अस्ति तस्य भू इत्यस्य केवलं भतिष्ठति ह्रस्व इति सूत्रेण बकारस्य बकार भवति भू भवति ह्रस्व इत्यनेन नास्ति. तत्र वयं अभ्यासचर्चा ह्रस्व इति ह्रस्व पूर्वं भवति भू तदनन्तरं यङ्गुलुक् किं सूत्रमस्ति इति महोदय उक्तवान् पूर्वं गुणो यङ्गुलुको अनेन भो भवति भो भवति कथं भो भू भवति तदनन्तरं तिङ् प्रत्ययोजनेन सार्वधातुक आर्धधातुकयोः प्रथममेव यङ् प्रत्ययस्य लुक् भवति खलु प्रथममेव यङ् प्रत्ययस्य लुक् भवति यङ् लुक् तदनन्तरं कार्यं सर्वं समाप्य भोभु इति अस्माकं धातुः यङ् लुगन्तधातुः तस्मात् अनन्तरम् अत्र तु वयं तु इति योजयामः तु इति तिङ् प्रत्ययः अस्ति तर्हि अत्र तु गुणकार्यं भवति स्म अहम् एवं मन्ये यङ्ग्लुक् तु अदादिवत् भवति इति मन्ये अदादिगणवत् भवति तर्हि अत्र विकरणप्रत्ययः न आगच्छति इति कृत्वा भोभू प्लस् तु इति तिङ् प्रत्ययः लोट्लकार्यवचने तत्र भोभूतु इति तर्हि किन्तु लौकिकव्याकरणे तु तत्र तु आर्धसार्धातुक आर्धातुक इत्यनेन गुणकार्यं भूत्वा भो भवतु इति भवति अत्र तु भूत्वसि इत्यस्य प्रसक्तिः नास्ति अनेन अस्य सूत्रस्य निपातसूत्रमस्ति खलु दादर्ति इति सूत्रस्य बलात् अत्र भूत्वसि इत्यस्य निषिद्धं भूत्वा अत्र यङ्ग्लुकि कार्यं न भवति तर्हि तत्र तु गुणकार्यं भवति सामान्यतया भूधातोः गुणकार्यं निषिद्धं किन्तु लौकिकभाषायां गुणकार्यं भवति भो भू परन्तु भगिनि परन्तु कथं बकारः मूर्धन्यबकारः भू भू अस्ति परन्तु बकारः तदेव कार्यं करोति अस्तु अस्तु अभ्यासे च अहं चिन्तयामि किमस्ति अत्र अभ्यासस्य अभ्यासः इत्युक्ते प्रथमद्वित्रस्य प्रथमभागः एतस्य अभ्यासः इति संज्ञा अस्ति पूर्वोभ्यासः इति सूत्रम् अभ्यासे चर्चा किं मनति इत्युक्ते अभ्यासस्य जल् वर्णस्य स्थाने जषारदेशः जनन्तरं सरादेशः जष्टसन्धि कथं च चर् इत्यपि आदेशः भवति जल् इत्यस्य अग्रे अनन्तरम् आयाति अस्माकं वयं जुहोत्यादिगणे वयम् एतत् सर्वं पठितवन्तः अभ्यासकार्यमिति सस्वः इति हलादिशेषः लक्ष्मी भगिनी उक्तवती अनन्तरं अग्रे पठामः अस्तु तर्हि भूस्तुवो सिङ्गि इति सूत्रं यत् कथमस्ति पुष्पा भगिनी पठति भगिनि भूसु इति धातुभ्यां सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति अत्र अनुवृत्तिसहितसूत्रं भूसुवोः न गुणः सार्वधातुके तिङि तदेव भूआदिगणे यथा लुङ् लकारे भूधातोः परे तिङ् साक्षात् आयाति इति तत्र इकः गुणः भवति स्म परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपम् इति दत्तमस्ति तथा एव सुधातुः अपि अदादिगणे अस्ति अनेन सूत्रेण तिथि परे गुणः न भवति इति धन्यवादः भगिनि अग्रे पठतु भगिनि वस्तुतस्तु अनेन एव सूत्रेण अधिकाधिकधातुभ्यः यङः लुक् भवति इत्युक्ते येभ्यः उपर्युक्तेभ्यः धातुभ्यः यङ् प्रत्ययः सम्भवति अधिक्येन तेभ्यः यङः लुक् अपि विकल्पेन भवति केन सूत्रेण परिगणितेभ्यः एव यङ्गः लुक् न भवति, ते च महाभाष्यस्य ज्ञापकेन अधः निर्दिष्टाः. अस्तु, अग्रे पश्यामः. अग्रे रामप्रिया भगिनी, तर्हि सर्वेभ्यः धातुभ्यः यङोचि च इति लुक् न भवति, सर्वेभ्यः प्रत्यये परे तु यङोचि च इति लुक् भवति, किन्तु सर्वेभ्यः धातुभ्यः तु न भवति. अवगतं वा? सर्वेषु प्रत्ययेषु परेषु लुक् भवति. अस्य प्रत्यये परे नैमित्तिकम् अस्ति, अन्येषु प्रत्ययेषु परेषु अनैमित्तिकम् अस्ति, किन्तु सर्वेभ्यः धातुभ्यः यङ् लुक् न भवति. केचनेभ्यः किञ्चित् विशिष्टम् अपि अस्ति इति विशिष्टकार्याणि सन्ति इति. सार्वधातुकप्रत्यये परे अपि यङ् लुक् भवति. पश्यामः भगिनि. आं भगिनि, भवती क्षम्यताम्. आम् आं भगिनि, सत्यं भगिनि, भवती उक्तं सत्यमेव अहम् इति मन्ये. महोदय, वदतु महोदय. रामप्रिया भगिनी आम् आं पठति. आम् क्षम्यतां भगिनि, पठतु भगिनि. नास्ति, अस्तु. केभ्यः धातुभ्यः यङ्गः लुक् न भवति? वकारान्तदातवः. महाभाष्ये दत्तमस्ति यत् श्रोः शूडनुनासिके च इत्यनेन ये ऊट् भाविनः वकारान्तदातवः सन्ति तेषां युक् यङ् लुक् न भवति. ऊट् भावी धातुः इत्युक्ते तादृशधातुः यस्य श्रोः शूडनुनासिके च इति सूत्रेण ऊट् आदेशः सम्भवति. इदानीं केभ्यः धातुभ्यः यङ् लुक् न भवति इति पश्यामः. तत्र प्रथमं वकारान्तदातवः इति स्वीकृतवन्तः. तत्र यदा महाभाष्ये दत्तं छोः शूडनुनासिके च इति सूत्रेण यत्र ऊट् भाविनः वकारान्तदातवः सन्ति तेषां यङ् लुक् न भवन्ति, यङ् लुक् न भवति. ऊट् भाविनः धातुः इत्युक्ते यत् तादृशधातुः यत्र ऊट् इति आदेशः भवति श्वोः शूड् अनुनासिके च इति सूत्रेण यत्र ऊट् इति आदेशः भवति इति. श्वोः शूड् अनुनासिके च इति सूत्रं वदति तुक् सहितचकारस्य स्थाने शकारादेशः भवति, अपि च वकारस्य स्थाने ऊट् आदेशो भवति. अनुनासिकादिप्रत्यये परे, क्वीपरे, जलादि च प्रत्यये परे इति. अनुवृत्तिसहितसूत्रं श्वोः अङ्गस्य शूड् क्विजलोः अनुनासिके च. श्वोः शूड् अनुनासिके च इति सूत्रं तत्र तत् सूत्रं वदति यद् तुक् सहितचकारस्य स्थाने शकार तालव्यशकारादेशः भवति, अपि च वकारस्य स्थाने. अतः कार्यद्वयम् अत्र अस्ति, शकारादेशः तुक्सहितचकारस्य स्थाने शकारादेशः, अपि च वकारस्य स्थाने ऊट् आदेशः भवति. निमित्तमस्ति अनुनासिकादिप्रत्यये परे, क्वीपरे, जलादिप्रत्यये च परे इति. अस्तु, पूर्वं दृष्टवन्तः किल ऊट् आदेशः. आम् बहु पूर्वम्. किमपि उदाहरणं स्मरति वा भगिनि? कथं स्थानद्वयम् अस्ति किल, तुक् सहित चकारान्तः अत्र अत्रैव पठामि भगिनि. अस्ति वा? प्रापच् इति धातुः अस्ति. प्रापच् इति यङ्लुक् धातुः इति एव मन्ये. तस्य अनन्तरं सि इति प्रत्यये परे श्वोः शूडनु अत्र तु चकारान्त तुक् सहित चकारान्तदातुः अस्ति प्राप्रच् इति धातुः. अनन्तरं जलादिप्रत्ययः अस्ति खलु, हि इति जलादिप्रत्ययः अस्ति इति कृत्वा श्वः षोडनुनासिके च इत्यनेन सुच्छक्ति सहितचकारस्य शकारादेशः भवति. प्रापश्यति प्रश्यति भवति. योगः सि इति. अनन्तरं ब्रश ब्रश इत्यनेन शकारान्तानां मूर्धन्यशकारः भवति, प्राप्रश् इति भवति. अनन्तरं षडोः कः सि इत्यनेन शकारस्य ककारः पाप्रक् सि इति भवति. अनन्तरम् अस्माकं आदेशप्रत्ययः इत्यनेन सकारस्य शकारः, तर्हि पाप्रक्षि इति, पाप्रक्षि इति रूपम्. अत्र वकारः कुत्र अपि च इति दत्तमस्ति किल, इत्युक्ते वकारः कुतः सहितचकारस्य किम् अस्ति, तुक्सहितसकारस्य शकारादेशः भवति, तथा एव वकारस्य यदि वकारान्तधातुः अस्ति चेत् तस्य तु ऊटागमः भवति, ऊट इति आदेशः भवति. एतद् बलाबलचिन्तने अपि वयं सिव् इति धातुम् उपयुज्य वयं चोपचूर्णमनसिक् इति वयं दृष्टवन्तः. ऊटादेशः इति इदानीं स्मरामि. भगिनि वदति वदति. तर्हि अत्र किं भवति, यत्र ऊट् तादृश वकारान्तधातुः, अनन्तरं परे तु यदि अनुनासिकवर्णः नो चेत् क्विप् प्रत्ययः नो चेत् जलादिप्रत्ययः अस्ति चेत् तदा तु तत् सः वकारः ऊढ्भाविवकारः अस्ति खलु. तर्हि यत्र ऊढ्भाविवकारः अस्ति तेषां तेषां यङ्लुक्ति तु यङ्लुक् यङः लुक् न भवति इति. अग्रे पश्यामः. सिर्व् भगिनी पठति वा भगिनि अग्रे अपि. आम्, सृव् मव् इति द्वौ द्वौ क्षम्यतां द्वौ धातु ऊट् भाविनौ, किन्तु ज्वर त्वर सृव सृव्य विम वाम उपधायाञ्च वाम उपधायाञ्च इति सूत्रेण, न तु श्वो शूडनुनासिके च इति सूत्रेण. अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लिखितौ, अतः एतौ द्वावौ द्वाव एव ययोः यङ्लुक् रूपं भवति. अस्मिन् सूत्रे अव् धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ् प्रत्ययः न विधीयते, तदर्थं तस्य यङ् लुक् अपि न भवति. इदानीं धातुद्वयं स्वीकृतवन्तः सृव् मव् इति, ते तु वकारान्तधातुः अस्ति सन् स्तः. सामान्यकार्यं किं भवति, सर्वे वकारान्तानां तु सामान्यतः श्वः षूडनुनासिके चेति ऊट् भवति स्म, किन्तु धातुद्वयं तेषां तु अत्र प्रतिपदोक्तत्वं तस्य कृते प्रतिपदोक्तत्वम् अस्ति, समानकार्यम् अस्ति. अत्र एव अग्रिमसूत्रमस्ति, अस्य अपवादसूत्रमस्ति, श्वः षूडनुनासिके इत्यस्य अपवादसूत्रमस्ति, 6420 अस्ति इति कृत्वा अपवादत्वेन ज्वरित उपदानस्य इति सूत्रेण उद्भाविनः न सन्ति इति भवति इति कृत्वा तेषां यङ्लुकरूपं भवति खलु. तर्हि सामान्यतया सर्वे अप्रतिपदत्वमिति अर्थं किम् अस्ति किं भगिनि? भवती इदानीं एकं पदम् उक्तवती अप्रतिपद साक्षात् उल्लिखितम् इति अस्ति खलु, तस्य प्रतिपदोक्तत्वम् इति महोदयेन बलाबलचिन्तने महोदय उक्तवान् आसीत् इत्यनेन बलवत् भवति इति. अस्तु, तर्हि सामान्यतः सर्वे उकारान्तदातवः तु ऊढ्भाविनः सन्ति, केवलं इति श्वोः षोड अनुनासिके च इत्यनेन उद्भाविनः सन्ति, किन्तु सिव् मव् इति द्वौ तु उद्भाविनौ यत्र इत्युक्ते उपधा उद्भावि भवति, उपधावर्णः तेषाम् उद्भाविनः भवन्ति, उद्भाविनौ सः, किन्तु ज्वर स्वर इति सूत्रेण इति कृत्वा तेषां द्वयोः अपि यङ्लुक् रूपं भवति, यङ् रूपं भवति, यङ्लुक् अपि रूपं भवति. अन्येषां तु यङ् एव भवति, अन्येषां सर्वे वकारान्तानां यङ् रूपमेव भवति. यदि हला एकात् हलादिधातुः अस्ति चेत् तस्य यङ् रूपं भवति, यङ्लुक् रूपं तु न भवति. ऊट् इति आदेशः वकारस्य स्थाने एव आगच्छति किल भगिनि? आं भगिनि, सत्यं. तर्हि अत्र केन सूत्रेण यङ् लुक् किं भगिनि क्षम्यता वकारान्तधातोः केन सूत्रेण यङ् लुक् यङोचि च अनेन एव भवति सूत्रम् अस्ति. सर्वेषां वकारान्तानां यङ्विधानं तु यदि हलादि एकस्य धातुः अस्ति चेत् वकारान्तधातुः अस्ति चेत् एक धातोः रेखासु हलादेः क्रियासमभिहारे यङ् विधानं भवति. यङ्गोचि चेत् तस्य यङ् लुक् न भवति. किमर्थम् इत्युक्ते सर्वे वकारान्तधातवः ऊड्भाविनः इति स्वीकर्तुं शक्यते खलु. केवलं विहाय हलादि एकाचित् उक्तवती. हलादि एकाचित्यस्य एव विषयं वदामि. यदि अजादि एकाच् वकारान्तदातुः अस्ति चेत् तस्य यङ् रूपमपि नास्ति, यङ् लुगन्तरूपमपि नास्ति. किन्तु हलादिः अस्ति चेत् तेषां तु यङ् रूपं भवति एकाचो धातोरेकाचो हलादेः क्रियासमभिहारे तेन यङ्विधानं भवति. यङ् विधानं न भवति. किमर्थम् इत्युक्ते श्वोः षोडनुनासिके च इति उद्भाविनः सन्ति इति कृत्वा तेषां यङ् लुक् रूपं वकारान्तधातूनां सामान्यतया यङ् लुक् न भवति. गच्छामि उद्भाविन इत्युक्ते किं धातोः यथा ज्वर इति अस्ति तेषां स्थाने उद्भवति इति वा ऊट् आदेशः भवति वकारस्य स्थाने उकारस्य. यदा प्राप्रच् धातोः तुक् सहितचकारस्य षकारादेशः भवति स्म श्वोः षुडनुनासिके च इति सूत्रेण. तथा एव वकारान्तदातानां जलि प्रत्यये परे तु वकारस्य स्थाने ऊट् आदेशः भवति. वकारस्य स्थाने ऊ इति भवति. अत्र तु तर्हि सर्वे वकारान्तदा हलादि धातुः दातवः ये वकारान्तः सन्ति ते सर्वे तु उद्भाविनः भवन्ति केवलं धातुद्वयं विहाय. सिरिव् मौ विहाय सर्वे तु उद्भाविनः सन्ति. तेषां तु वकारस्य ऊकारः आदेशः भवति स्म इति कृत्वा ते तान् विहाय केवलं वकारान्तदातुः इति स्वीकुर्मः चेत् धातुद्वयस्य एव यङ् लुक् रूपं भवति. यङ् रूपं तु सर्वेषां भवति, सर्वेषां हलादि वकारान्तानां भवति. किन्तु यङ् लुक् रूपं द्वयोः एव भवति, स्रिव् माक् इत्यनयोः एव. किञ्चित् झटिति सामान्यतया यत्किमपि वकारान्त दातुं वयं स्वीकुर्मः. वयम् अत्र धातुकोषे पश्यामि. अत्र यत्र ज्वर त्वर इति दत्तमस्ति चेत् तत्र केवलं त्रय वकारान्त दातवती स्रिव अव मव साधु ज्वर त्वर इति उपधायामस्ति वकार सो अव कारणकी अजाति अस्ति तत्र न गृहीतं भवति. सिब् इति धातु स्वीकरोतु भगिनि. सिब् इति धातु स्वीकरोतु. सिब् धातोनेक्ट् सिब् धातोः भगिनि सिब् इति धातुः अस्ति एकाच् वकारान्त धातुः. तस्य यङ् रूपं भवति वा केन सूत्रेण? हलादि एकाच् इति अनेन भवति. किमर्थमित्युक्ते उद्भाविनः सन्ति इति कृत्वा उद्भावि धातुः अस्ति, वकारः अन्ते अस्ति इति कृत्वा उद्भावि धातुः इति वदामः अधिम इति कृत्वा तस्य यङ्ग्लुक् रूपं न भवति, केवलं यङ् रूपमेव भवति. सामान्यतया तु पक्षद्वयं भवति. जलि प्रत्यये परे ऊ आदेशः भवति स्म इति एव स्मर्तव्यं तावदेव. झलि कुत्र अस्ति? नास्ति तत्र उद्भावि इति पाणिनिः वदति. ते तु उद्भावि इति वदेम इति महाभाष्ये द्वित्वकार्यं सर्वं भवति भगिनि. अहं तु केवलं किं किं किं द्वित्वकार्यस्य विषये अधुना न वदामि, केवलं दातुं स्वीकृत्य तस्य यङ् रूपं भवति वा यङ् लुगन्तरूपं भवति वा इति एव वदामि. तर्हि सिव् धातोः यङ् रूपं भवति किन्तु यङ् लुगन्तरूपं न भवति. किमर्थम् इत्युक्ते उद्भवि धातुः अस्ति. किन्तु सिर्व धातुः स्वीकुर्मः, सिर्व धातोः भगिनी सरला भगिनी वदतु यङ् रूपं भवति वा. सिर्व धातु यङ् रूपं भवितुं शक्नोति समीचीनं. तस्य यङ् लुक् रूपं भवति वा. यङ् लुक् यङ्गुलुपति भवति. किमर्थम् इत्युक्ते यद्यपि उड्भावी अस्ति किन्तु श्वोः षूडनुनाचिकेश इत्यनेन उड्भावी नास्ति. किं स्मर्तव्यम् इत्युक्ते अत्र प्रश्नः ऐ थिङ्क् ऐ केन् अण्डर्स्टाण्ड् तत्र किमर्थं भ्रमः जायते इति. यङोचीच इति सूत्रस्य दृष्टिः तु प्रत्ययस्य दृष्ट्या एव अत्र कार्यं करोति. सर्वेषु प्रत्ययेषु परेषु यङोचीचस्य कार्यम् अस्ति इति स्मर्तव्यं. प्रत्ययस्य विधानं प्रत्ययस्य परे प्रत्ययपरे कार्यं भवति वा इति. किन्तु धातोः गुणमनुसृत्य अपि भेदद्वयं विभागद्वयं वर्तते. प्रत्ययेषु तु सर्वेषु प्रत्ययेषु परेषु लुक् भवति किन्तु धातुं स्वीकृत्य वयं पश्यामः चेत् दृष्ट्या पश्यामः चेत् तत्र केचनेभ्यः धातुभ्यः यङ् लुक् भवति, केचनेभ्यः धातुभ्यः यङ् लुक् न भवति. तर्हि कुत्र कुत्र यङ् लुक् न भवति इति पश्यामः चेत् सामान्यतः वकारान्तः धातः वयम् ऊड्भावि धातुः धातवः इति वदामः. किमर्थम् इत्युक्ते ऊड्भावि इति संज्ञा कथं ज्ञायते इत्युक्ते शोः षूडनुनासि केच इत्यनेन ऊटागमः भवति चेत् तस्य तु ऊद्भावि इति वदामः. तत्र ऊकारः आदेशः भवति इति तु नास्ति, केवलम् ऊद्भावि इति तस्य तेषां संज्ञा. तर्हि द्वयोमध्ये भेदं किम् अस्ति ऊद्भावि या ऊट् आदेश द्वयोमध्ये ऊट् आदेशः अस्ति चेत् दे ऊद्भावि इति तेषां नामकरणं वयम् ऊद्भावि इति वदति. तर्हि किन्तु केन सूत्रेण ऊद्भावि भवति इत्यपि चिन्तितव्यम्. श्वोः षूडनुनासिके च इत्यनेन ऊद्भावि भवति वा नो चेत् अन्यसूत्रेण ऊद्भावि भवति वा इति. यदि तस्य कृते निमित्तम् अस्ति साधु सर्वे उपकारन्तः तत्र गृहीतः इति कृत्वा यदि यदि श्वोः षूडनुनासिके च इत्यनेन ऊद्भावि भवति चेत् तेषां यङ् लुक् रूपं न भवति, यङ् इत्यस्य लोपः न भवति तत्र तेषां धातूनां. यद्यपि यत्किमपि प्रत्यये परे भवतु अचि प्रत्यये वा अनियर् प्रत्यये वा भवतु यङ् लुक् न भवति. यद्यपि इति तस्य न भवति इति महाभाष्ये वदति. किन्तु धातुद्वयम् अस्ति सृव् मौ इति धातुद्वयं, येषाम् ऊट् भावः ऊट् इति आदेशः श्वोः षूडनुना चिकित्सकेन न भवति किन्तु विशिष्टसूत्रं ज्वरत्वर यमि मव इति सूत्रेण भवति इति कृत्वा श्वोः षूडनुनासिके चेत्यनेन न भवति इति कृत्वा ते द्वयोः अपि यङ्गुकृपं भवति इति. किन्तु अत्रापि कार्यं रैट् वन्स् इस् वि हाव् धातु अनदर् वन् विस् वि हाव् प्रत्यय. सो फस्ट् वि सा स्पोक् अबौट् प्रत्यय. सो वि सा दट् आफ्टर् एनी वाट् एवर् मैट् बि द प्रत्यय यु विल् आल्वेस् हाव् अ यङ्गुकृपं. नौ वेन् वि कन्सिडर् धातु द फस्ट् पार्ट् आफ् दि धातु प्लस् प्रत्यय बिकम्स् वट् वि हाव् रैट् प्रक्रिया. So when we consider dhatu, not all dhatus can give rise to a yanglukrupam. They might have a yanglukrupam, but they cannot all have a yanglukrupam. Only some dhatus might have a yanglukrupam. Sorry, Bhagini, in fact, it is the other way wrong. Some dhatus might not have a yanglukrupam. Bhagini, prashna. Jvara tvara sri vya adena sutren api anuviti saita sutram ati upadayam vachya. ऊट् के झलो अनुनासिके किन्तु निमित्तानि इत्यनेन उद्भावः नास्ति इति अस्ति भगिनि. महाभाष्ये उक्तमस्ति यदि धातुः श्वोः षुडनुनासिके च इत्यनेन ऊट्भाविनः भवन्ति तर्हि यङ् लुक् न भवति इति. किन्तु द्वयोः धातोः तु ऊट् इति आदेशः भिन्नसूत्रेण भवति खलु इति कृत्वा तेषां यङ्ग्लुक् भवति द्वयोः यङ्ग्लुक् भवति इति. avagachati va if at all they had a u adesha hai, that would have happened because of not because of soho sudananatike but it anastike but it would have been the same karyam but it happened because of a different sutra jvarit jvara tvara iti sutrena sabhi sutrena. So that way we can say that they are not a part of soho sudananatike, so these two will have a yanglukrupa. They'll have so udbhava, they also have yanglukrupam and they have a yanglukrupam. Bhagini, udbhava sarvasya sthane bhavati va kevalam vakarasya sthane bhavati? Vakarasya sthane bhavati, antima vakarasya. So sri yoga u iti agachati. Chvoho iti asti kalu, chvoho iti vakarasya sthane. Ichha iti asya sthane. Dhatu dva asti, dve asti, no sriva api mava, right? Vakarant dhatava. तयोः स्थाने वकारस्य स्थाने तृस्रव मव तत्र ऊ भवति वकारस्य स्थाने उकार सो म योग म इति यदि वयं स्वीकुर्मः सो मू भवति तदेव बलाबलचिन्तने तदेव वयं चिन्तितवन्तः किम् आसीत् तत्र सुसिव् गातुं स्वीकृत्य अस्माकं चिन्तनम् आसीत् सिव् योगः ऊ इति सो सन्धिकार्यं भवेत् किमपि कार्यम् आं भगिनि तादृशं अन्यत् कार्यं भवति अग्रे करोमः भगिनि स्रिव् स्थाने स्रिव् स्रिव् न अत्र कथं किम् आगच्छति भगिनि अत्र तु सि उ इति भवति खलु तद् अपि उद्भावः अस्ति सत्यं उद्भावः किन्तु चोः षोडनुनासिके च इत्यनेन उद्भावः नास्ति इति कृत्वा द्वयोः धातोः अपि यङ्रूपमपि अस्ति यङ्लुक्रूपमपि अस्ति किन्तु अन्येषां वकारान्तधातूनां केवलं यङ्रूपमेव भवति यङ्लुक् न भवति इति अस्तु अग्रे पश्यामः रामप्रिया भगिनी पठितवती वा आं भगिनि अहं पठितवती भवान् पठतु माम् उक्तवान् इति चिन्तित्वा अहं पठितवान् क्षम्यतां एतां मकारान्तधातूनाम् अन्तिम वकारात् प्राक् रेपः अस्ति यथा दुर्व मूर्व पूर्व पूर्व खरु गरु चरु अरु बौरु मरु शरु शर्व एते धातु उद्भाविनः न अपि तु येषाम् अन्तिमवकारस्य लोपः सम्भवति राल्लोपः इति सूत्रेण एतादृशमकारान्तधातूनां जङ्ग्लुक् भवति कथं भवति महोदय अवकाशः एव न भवति तस्मात् पूर्वमेव राल्लोपः आगत्य कार्यं करोति राल्लोपः इति परसूत्रमस्ति खलु रेफात् परस्य चकारस्य वकारस्य च लोपः भवति अनुनासिकादिप्रत्यये परे क्विप्रत्यये परे जलादिप्रत्यये परे तर्हि चोः षूड् अनुनासिके च इत्यस्य अपवादसूत्रं ज्वरत्वर इति अस्ति अतः अनन्तरं तस्यापि अपवादः अस्ति चोः षूड् अनुनासिके च इति पुनः राल्लोपः इति समान अनुवृत्तिः अस्ति तत्रापि निमित्तं समानमस्ति इति कृत्वा यत्र परसूत्रमपि अस्ति त्रिपादिपरसूत्रमस्ति इति कृत्वा बलवत् भवति चोः षूडनुनासिके इत्यस्मात् दुर्व तुर्व इति धातोः इति धातूनां किं भवति इत्युक्ते यदि उपदायां रेपः अस्ति यत्र तत्र तु चोः षूडनुनासिके प्रसक्तिः राल्लोपः इत्यस्य प्रसक्तिः अस्ति किन्तु तस्य बलम् अधिकं भवति परसूत्रस्य बलम् अधिकं भवति खलु राल्लोपः इत्यस्य बलम् अधिकं भवति इति कृत्वा तस्यैव प्रवृत्तिः भवति. श्वोः षुडनुनासिके चिनेन कदापि उकारः न भवति इति कृत्वा तत्र वकारस्य लोपः जायते, राल्लोपः इत्यस्य. तर्हि दुर् तुर् इति रूपाणि भवन्ति. वकारान्तदातु न तिष्ठति एव, वकारः न तिष्ठति, लोपः भवति इति कृत्वा एते धातवः ऊट् भाविनः धातवः इति वयम् अस्माभिः न स्वीकर्तुं शक्यते इति कृत्वा तेषां यङ्गरूपं भवति, यङ्गलुगन्तरूपमपि भवति. तर्हि कुत्र कुत्र यङ्ग् महोदय अत्र राल्लोपः इति सूत्रेण वकारः लोपः भवति, कथं विषयः नास्ति महोदय, केवलम् उद्भाविनः इति प्रश्नः अस्ति. प्रश्नः अत्र यत्र रेपस्य परे वकारस्य लोपः भवति तर्हि वकारस्य स्थाने एव ऊट् वकारः अस्ति चेदेव ऊट् आगमः भवति स्म. वकारः एव नास्ति चेत् कथं वा ऊकारः आदेशः भवति तस्य स्थाने? वकारः एव नास्ति, निमित्तमेव नास्ति. आं महोदय, यङ् प्रत्ययः न भवति अत्र राल्लोपो इति सूत्रेण इति अहं चिन्तयामि. वकारः लोपो भवति नास्ति महोदय, अत्र तु यङ् लुक् इत्यस्य प्रश्नः अस्ति महोदय. यङ् तु सर्वेभ्यः धातुभ्यः हल्लादि एकाच धातुभ्यः यङ् प्रत्ययः विधीयते. यङ् लुक् भवति वा इत्येन इत्यस्य प्रश्नः, यङ् लुक् रूपं भवति वा इति प्रश्नः. प्रश्ने सति ये ऊट् भाविन दातवः सन्ति तेषां यङ् लुक् न भवति इति, यङः लोपः लुक् न भवति इति. कुत्र कुत्र यङः लुक् न भवति इत्युक्ते, यङः लुक् भवति न भवति इत्युक्ते ऊट् भावि धातूनां यङ लुक् न भवति इत्युक्ते छोः षूडनुनासिके च इति सूत्रेण ये ऊट् भाविनः दातवः सन्ति तेषां यङः लुक् कदापि न भवति इति महाभाष्ये उक्तमस्ति. तर्हि पुनः चिन्तयामः चेत् ऊट् भावि धातवः इति चिन्तयामः चेत् वकारान्तदातूनामेव ऊट् भाविनः भवितुमर्हन्ति. तर्हि वकारान्तदातवः यत्र हलादिः अस्ति चेदेव तत्र विवक्षा एव अस्ति, नो चेत् विवक्षा एव नास्ति. यङ् वा यङ् लुक् इति विवक्षा नास्ति. तर्हि सामान्यतया वकारान्तदातूनां चोः षोडनुनासिके च इति ते तु ऊट् भाविनः सन्ति इति कृत्वा तेषां सर्वेषां तु यङ् लुक् रूपं नास्ति. यङ् रूपं भवति किन्तु यङ् लुक् रूपं न भवति. किन्तु धातुद्वयम् अस्ति यत्र स्रिब् मव् इति धातुद्वयं ये भिन्नविशिष्टसूत्रेण चोः षूडनुनासिके च इत्यस्मात् एव परसूत्रमस्ति, साक्षात् अन्यन्तरं सूत्रमस्ति. अनेन ऊट् भाविनः भवन्ति इति कृत्वा ते द्वयोः अपि यङ् रुगन्त यङ् लुक् भवति, यङ् लुक् रूपं भवति. अनन्तरं यत्र उपधायं रेपः अस्ति चेत् ये वकारान्तदातूनां येषां वकारान्तदूतनं धातूनाम् उपधायं रेपः अस्ति तेषां तु सामान्यतया परसूत्रं राल्लोपः कार्यं. यद्यपि चोः षूडनुनासिके चेत् तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति. किमर्थम् इत्युक्ते परसूत्रं राल्लोपः इति आगत्य कार्यं करोति इति कृत्वा ते अपि ऊट् भाविनः न भवन्ति. उपधारेपः येषाम् अस्ति ते ऊट् भाविनः कदापि न भवन्ति इति कृत्वा एतेषां धातूनां पुनः यङ् लुप्पं भवति, यङ् रूपं भवति, यङ् रूपं भवति, यङ् लुक् रूपमपि भवति. तर्हि महोदय महोदय शर्व् इति धातुः तस्य यङ् रूपं भवति वा? शकारः तालव्यशकारः अकारः रेपः वकारः शर्व् इति धातुः. शर्व् इत्युक्ते अत्र वकारः किन्तु उपधायं कः वर्णः अस्ति? आम् अत्र यङ् लुक् भवति, यङ् लुक् भवति सामान्य किमर्थम् इति ऊट् भाविनः न सन्ति इति कृत्वा यङ् लुक् भवति. समीचीनं महोदय. आं महोदय तावदेव अत्र प्रश्नाः सन्ति. धन्यवादः महोदय. न न न अहम् इदानीम् अहं चिन्तयामि, अवगतवान्. धन्यवादः. सामान्यतया अस्माकं किं भवति इत्युक्ते वयं प्रत्ययस्य चिन्तनम् अधुनैव समाप्तम् इति कृत्वा किञ्चित् भ्रमः अस्ति अस्माकं सर्वेषाम् इति मन्ये, किन्तु अधुना निवारितं किम्? आं भगिनि. अहं तु अन्विषन्ती अस्मि तत्र वकारः लोप वा ज्वर ज्वर इति कार्यं करोति. अधुना अक्षीव् इति दातुः तस्य कः वदति अत्र रामप्रिया भगिनी वदति भगिनी क्षीव् इति दातुः क्षीव् इति वा क्षीव् इति वकारान्तदातुः क्षीव् इति धातुः तत्र उपधायां रेपः नास्ति अतः रालोपः इत्यस्य प्रसक्तिः नास्ति. स्रिव् अपि नास्ति मव् अपि नास्ति अतः ज्वरत्वर इत्यस्यापि प्रसक्तिः नास्ति अतः श्वोः षूडनुनासिके च इति सूत्रेण ऊट् भाविनः ऊट् आदेशः भवति इति कृत्वा तस्य यङ् लुक् रूपं न भवति. न भवति उत्तमं भगिनि. पुष्पभगिनी वदतु भगिनि तेव् इति धातुः सकारः एकारः वकारः तस्य यङ् लुक् यङ् रूपं भवति वा सकारः एकारः वकारः वकारः तेव् इति सेव् सेव् तत्रापि सेव् इति सेवति सेवति अत्रापि तकारः भगिनि ताता तात इत्यस्य तकारः तत्तद्दन्न सेव् न अस्ति भगिनि ताता लङ् न न ततः इति वदामः खलु ततः ततः तथा अस्तु अत्र ते चकारः भगिनि न किं ततः इत्यस्मिन् तकारः ततः आदिमवर्णः कः तद् स्वीकरोतु ते इति अस्तु ते सेव् अत्र अपि नास्ति भगिनि तेव् तेव् तेव् तेव् अस्तु अस्तु अस्तु तेव् तकारः अस्तु अस्तु तेव् अत्रापि बकारस्य उद्भावः न भवति तत्र ते यङ् लुक् यङ् अपि अस्ति यङ् लुक् अपि अस्ति कथं भगिनि अत्र तु उपदायं राल्लोपः इत्यनेन रे वकारस्य लोपः भवति ज्वरत्वर इत्यस्मिन् उट्भावः न भवति सामान्यवकारान्तधातुः अस्ति इति कृत्वा श्वोः षूडनुनासिके च इत्यनेन उट्भावि धातुः अस्ति इति कृत्वा हलादिधातुः अस्ति एकासु धातुः अस्ति इति कृत्वा ये धातोरेकासु हलादेः क्रियासमविहारे यङ् इत्यनेन यङन्तरूपं भवति अनन्तरं श्वोः षूडनुनासिके च इति ग्रह इत्यस्य ग्रहणं भवति इति कृत्वा ऊट् भावि धातुः अस्ति इति कृत्वा यङ् लुक् रूपं न भवति एकवारं न रूपं न पश्यामि पृच्छामि भगिनि तावदेव तावदेव यङ् लुक् रूपं भवति वा इत्येव प्रश्नः यङ् रूपम् अस्ति वा यङ् लुक् रूपम् अस्ति वा इत्येव प्रश्नः अवगतं वा इतोपि उदाहरणानि सन्ति ये वकारान्तदातवः सन्ति किन्तु उपादायां रेपः नास्ति अनन्तरं चोः षूडनु नास्ति इत्यनेन ग्रहणं भवति उदाहरणं देव् सेव् गेव् ग्लेव् पेव् मेव् म्लेव् शेव् अनेके सन्ति धातुकोशे पश्यामि भगिनि रेव् इति तेषां सर्वेषां यङ् रूपमेव भवति यङ् लुगन्तरूपं न भवति यङ् युगन्तरूपं केषां भवति इति प्रश्ने सति वकारान्तदातवः येषाम् उपादायां रेपः अस्ति तेषां यङ् लुगन्तरूपं भवति अनन्तरं धातुद्वयं सृव् मव् इति धातुद्वयं तेषामपि यङ् लुगन्तरूपं भवति अन्येषां सर्वेषां वकारान्तानां यङ् लुगन्तरूपं न भवति. धन्यवादः भगिनि. तर्हि विरमामः वा समयः. धन्यवादः. शुभरात्रिः.